नमस्कारः। तर्हि अग्रिमपाठः अस्ति अस्माकम्, इदानीं नूतनपाठः अस्ति यतः। तत्र अहं श्रान्तः अस्मि अतः निद्रां करोमि, अहं श्रान्तः अस्मि अतः निद्रां करोमि, अथवा अहं निद्रां करोमि यतः श्रान्तः अस्मि, अहं निद्रां करोमि यतः श्रान्तः अस्मि। सः आङ्ग्लभाषां न जानाति अतः अन्यभाषया वदति, अथवा सः अन्यभाषया वदति यतः सः आङ्ग्लभाषां न जानाति। समीचीनं। तस्य समीपे यानं नास्ति अतः पादाभ्यां गच्छति। किं भवति? यतः तस्य समीपे यानं नास्ति। सा धनस्य सम्पादनं कर्तुमिच्छति अतः बहुकार्यं करोति। सा बहुकार्यं करोति यतः धनस्य सम्पादनं कर्तुमिच्छति। ते स्पेन् देशस्य भाषां ज्ञातुमिच्छन्ति अतः स्पेन् देशं गच्छन्ति। ते स्पेन् देशं गच्छन्ति यतः स्पेन् देशस्य भाषां ज्ञातुम् इच्छन्ति। तस्याः बुभुक्षा अस्ति अतः खादति। यतः तस्य बुभुक्षा अस्ति। शिशोः पिपासा अस्ति अतः पिबति। शिशुः पिबति यतः पिपासा अस्ति। शुनकः भीतः अस्ति अतः शीघ्रं धावति। भीतः अस्ति यतः सः भीतः अस्ति। बालकः खादति यतः तस्य बुभुक्षा अस्ति। वयम् अध्ययनं कुर्मः यतः ज्ञानार्जनं कर्तुमिच्छामः। ते संस्कृतेन वदन्ति यतः अभ्यासं कर्तुमिच्छन्ति। सा अन्तः गतवती यतः वृष्टिः आरब्धा। सः अन्तः गतवान् यतः वातावरणं शीतं जातम्। अहं प्रश्नं पृच्छामि, भवन्तः उत्तरं वदन्तु। बालकः किमर्थं जलं पीतवान्? समीचीनं। बालकः किमर्थम् अद्य चलनचित्रं न गतवान्? चलनचित्रमन्दिरं बालकः चलचित्रमन्दिरं न गतवान् यतः कार्याने तैलं न भवति। सत्यं सत्यं। भवान् योगासनं किमर्थं करोति? अहं योगासनं करोमि यतः आरोग्यं कृतवान्। यतः स्वस्थः भवितुम् इच्छामि। अभिनवमहोदय, भवान् किमर्थं ह्यः शीघ्रमेव निद्रां कृतवान्? अहं ह्यः शीघ्रमेव निद्रां कृतवान् यतः अहं समीचीनम्। इदानीं प्रश्नोत्तरं कुर्मः। कोऽपि प्रश्नं पृच्छति कोऽपि उत्तरं ददाति इति किमर्थम् अपि च यतः भवान् किमर्थं संस्कृतकक्षायां कक्षां विलम्बेन आगतवान् अद्य विलम्बेन आगतवान् इत्युक्ते रोड् मार्गे मार्गमध्ये समर्थ इत्युक्ते विलम्बेन इत्युक्ते इति न अहं अतः शब्दद्वयमस्ति अतः यतः मार्गे बहूनि यानानि आसन् अतः विलम्बेन आगतवान् अथवा अहं विलम्बेन आगतवान् यतः मार्गे बहूनि यानानि आसन् अतः यतः ह्यः अभिनवमहोदय शीघ्रं महोदयः शीघ्रमेव निद्रां कृतवान् यतः श्रान्तः आसीत् ह्यः अभिनवमहोदयः श्रान्तः आसीत् अतः शीघ्रं निद्रां कृतवान् अतः यतः किमर्थम् भवान् किमर्थम् आसन्दे उपरि तिष्ठति उपविशति किमर्थम् आसन्दस्य उपरि उपविशति अहं संस्कृत कक्षायाम् आगच्छामि कक्षाम् आगच्छामि अहम् आसन्दस्य उपरि तिष्ठामि यतः अहं संस्कृतकक्षाम् आगच्छामि अथवा विपरीतक्रमेण वदतु अहं संस्कृतकक्षाम् आगच्छामि अतः आसन्दस्य उपरि तर्हि यतः अतः विपरीतक्रमेण भवति अहं श्रान्तः आसम् अतः निद्रां कृतवान् अतः अहं निद्रां कृतवान् किमर्थं यतः श्रान्तः आसम् यतः अतः अहं शनिवासरे यूनिवर्सिटी आफ् मेरिलैंड विश्वविद्यालये आगच्छामि विश्वविद्यालयम् आगच्छामि यतः संस्कृताभ्यासं कर्तुम् इच्छामि अस्तु इतोपि कानिचन उदाहरणानि पुस्तके सन्ति तानि पश्यामः प्रथमं पठतु आरोग्यं सम्यक् नास्ति अतः सः चिकित्सालयं गच्छति यतः आरोग्यं सम्यक् नास्ति अवगच्छति वा अवगच्छति अवगच्छामि द्वितीयं सः विद्युत् नास्ति अतः दीपः न ज्वलति ज्वलति अतः यतः विद्युत् नास्ति विद्युत् नास्ति अस्तु करोतु अद्य गणेशोत्सवः अतः विद्यालयस्य विरामः अस्ति विद्यालयस्य विरामः अस्ति यतः अदा गणेशोत्सवः अद्य गणेशोत्सवः यतः अद्य गणेशोत्सवः सम्यक् न पठितवान् अतः सः परीक्षायाम् अनुत्तीर्णः सः परीक्षायाम् अनुत्तीर्णः यतः सम्यक् न पठितवान् संस्कृतं सुलभम् अतः अहं संस्कृतं पठामि अहं संस्कृतं पठामि यतः संस्कृतं सुलभम् उदयनः अन्यां भाषां न जानाति उदयः अतः उदयनः अन्यां भाषां न जानाति अतः संकीर्तनं वदति संस्कृतेन वदति यतः उदयः अन्यभाषां न जानाति उदयनः अन्यभाषां न जानाति अन्यां भाषाणां न जानाति वस्तुतः एतत् पुस्तकम् अभ्यासपुस्तकम् अस्य लेखकः विश्वासः विश्वासमहोदय तत्र बेङ्गलूरुनगरे विश्वासमहोदय तत्र कश्चन हेगडे महोदय अपि तत्र अस्ति हेगडे जनार्दन हेगडे महोदय तत्र तस्य पुत्रस्य नाम उदयनः तस्य पुत्रस्य नाम तस्य गृहं संस्कृतगृहम् तस्य पुत्रस्य नाम अस्ति उदयनः तस्य गृहं संस्कृतगृहम् आरम्भतः संस्कृतमेव वदति स्म अनन्तरम् आङ्ग्लभाषाम् इत्यादिकं ज्ञातवान् किन्तु मम चिन्तनं प्रायः इदं वाक्यस्य कारणं तदेव यतोहि मित्राणि सन्ति खलु तत्र अस्तु तस्य मूल्यम् अधिकम् अतः तत् वस्त्रं मास्तु यत् तस्य मूल्यम् अधिकम् यतः तस्य मूल्यम् अधिकम् इदानीम् अवगच्छामः खलु अतः यतः अहं धनं सम्पादयितुम् इच्छामि अतः कार्यं करोमि अहं कार्यं करोमि यतः सम्पादयितुम् इच्छामि अस्तु अन्यत् वाक्यं पृच्छतु अथवा वदतु अहं नाश्विल् नगरे नगरं गच्छामि अतः कार्यं अतः न यतः कार्यं कार्यालये कार्यं अहं नाश्विल् नगरं गच्छामि अहं नाश्विल् नगरं गच्छामि यतः कार्यं कर्तुं यतः तत्र कार्यं कर्तुम् इच्छामि अथवा नाश्विल् यतः नाश्विल् नगरे कार्यं कर्तुम् इच्छामि अतः नाश्विल् नगरं जानामि गच्छामि आगच्छामि गच्छामि पुनः वदतु यतः अहं नाश्विल् नगरं कार्यं नाश्विल् नगरे कार्यं कर्तुम् इच्छामि अतः नाश्विल् नगरं गच्छामि अहं कार्यालयं न अद्य अहं कार्यालयं न गच्छामि यतः अवकाशः अस्ति अवकाशः अस्ति शनिवासरे रविवासरे च तत्र अवकाशः अस्ति नाम कार्यं नास्ति अवकाशस्य दिनम् असोसियेट् डैरेक्टर् पोजिशन् अस्ति अद्य अहं शीघ्रं पाकं कर्तुम् इच्छामि यतः मम बुभुक्षा अस्ति महती बुभुक्षा अस्ति विपरीतक्रमेण करोतु महती बुभुक्षा अस्ति अतः महती बुभुक्षा अस्ति अतः शीघ्रं पाकं कर्तुम् इच्छामि महान् सः पुरुषः महान् इति अवगच्छति वा तर्हि महान् इति पुल्लिङ्गशब्दः तस्य स्त्रीलिङ्गे महती अस्ति स्त्रीलिङ्गे यथा उन्नतः बालकः उन्नता बालिका तत्र विशेषणं तत्र विशेषणविशेषभावः इति वदामः अस्तु अहं काशीनगरम् आगच्छामि तथा गङ्गास्नानं करोमि तदा गङ्गास्नानं करोमि तत् समीचीनमस्ति समीचीनमस्ति वाक्यं समीचीनमस्ति इदानीं का यतः अतः इति अस्य तदा इति अहं गङ्गास्नानं करोमि यदा कर्तुमिच्छामि अहं गङ्गास्नानं कर्तुमिच्छामि अतः काशीनगरं गच्छामि समीचीनम् अथवा अहं काशीनगरं गच्छामि यतः गङ्गास्नानं कर्तुमिच्छामि समीचीनम् अस्ति इति विषयः प्रकोष्ठे कृष्णफलकं नास्ति यतः विश्वविद्यालये धनं नास्ति यदा स्वरूप महोदय लिखितुं न शक्नोमि कृष्णफलकम् अस्ति नास्ति कृष्णफलकं तु अस्ति एव अस्ति अस्ति वा अस्ति कृष्णफलकम् अस्ति किन्तु मम वाक्यं भिन्नम् अस्ति भिन्नमस्ति अवगतं कृष्णफलकं नास्ति यतोहि स्वरूपमहोदय लिखितुं न शक्नोति इति वाक्यं समीचीनमस्ति अनन्तरम् अद्य शीघ्रं गृहं गन्तुम् इच्छामि यतः कार्यमस्ति गृहे सम्यक् कार्यमस्ति बहु कार्यमस्ति महत्वपूर्णकार्यमस्ति अग्रिमविषयः अस्तु कुर्मः अत्र शरीरमस्ति खलु शरीरे भागाः सन्ति अत्र केशाः सन्ति खलु उपरि शिरसि केशाः सन्ति अनन्तरं शिरः इदं शिरः अनन्तरं ललाटः अत्र अस्ति ललाटः अनन्तरं कर्णः श्रोतुम् अस्माकं कर्णः अस्ति नासिका अत्र मुखं मुखम् अत्र अर्थद्वयमस्ति मुखम् इति साधारणतः किन्तु अत्र मुखमस्ति अत्र खादितुम् अपि मुखमस्ति कपोलः कपोलः कः अत्र कपोलः कण्ठः कण्ठः अनन्तरं वक्षस्थलं वक्षस्थलं स्कन्धः स्कन्धः अनन्तरं भुजः भुजः भुजः अङ्गुली नखः नखः पादः पादः उदरम् क्षम्यताम् उदरम् अत्र ऊरु अस्ति अत्र उदरमस्ति क्षम्यताम् उदरमस्ति अत्र अनन्तरं कटिः अत्र कटिः अस्ति कटिः अनन्तरम् एषः कः हस्तः हस्तः एतत् किं पृष्ठभागे पृष्ठं पृष्ठं पृष्ठमस्ति एषः कः एषः कः एषः ओष्ठः ओष्ठः इति शरीरस्य भागाः तत्र प्रश्नाः सन्ति वा जटिलविषयः नास्ति अस्तु एकं कुर्मः यत् सङ्केतं दत्त्वा अन्ये जनाः वदेयुः यत् कः भागः अस्ति यथा एतत् किम् एषः कः केशः केशः अनन्तरं शिरः अनन्तरम् अङ्गुलिकं न अङ्गुलि न न भवान् पृच्छतु प्रदर्शय अनन्तरं अस्तु अस्तु समीचीनं तत्र तत्र यः उपविष्टः अस्ति तत्र यः उपविशति सः अभिनवः अत्र यः उपविष्टः अस्ति सः राजशेखरः अत्र अत्र यः उपविष्टः अस्ति सः कः विश्वनाथः यः सः तत्र यः चलति सः अस्माकं शिक्षकः सः यः गच्छति सः सः विश्वविद्यालयस्य राष्ट्रपतिः यः सः यः कुम्भं करोति सः कुम्भकारः यः कुम्भं करोति सः कुम्भकारः यः कृषिं करोति सः कृषिकः यः शिल्पं करोति सः शिल्पकारः कुम्भं करोति एवं नापेक्षितम् एवं मा वदतु यः शिल्पं करोति सः शिल्पकारः अवगच्छति वा शिल्पकारः यः वाणिज्यं करोति सः वणिक् यः वाणिज्यं करोति सः वणिक् यः चित्रं करोति सः चित्रकारः यः नृत्यं करोति सः सः पुरुषः नाटकः ओके विनोदं विदूषकः वदतु विनोदं विदूषक विदूषकः यः विनोदं करोति सः विदूषकः काव्यं लिखति कविः गायति गायकः यः गायति सः गायकः लिखति लेखकः यः लिखति सः लेखकः विद्यार्जनं विद्यार्थी यः विद्यार्जनं करोति सः विद्यार्थी पाकं पाचकः यः पाकं पचति पाकं करोति सः पचकः पाचकः भिक्षां याचते भिक्षुकः यः भिक्षां याचते सः भिक्षुकः वितरति वितारकः यः वितरति करोति वितरणं करोति सः वितारकः वितारकः वितरणं करोति नाम यः भोजनं ददाति बहु जनानां कृते वितरणं करोति वितरणं सः वितारकः अनन्तरं अभिनयम् अभिनेता यः अभिनयं करोति सः अभिनेता सेवां सेवकः यः सेवां करोति सः सेवकः चिकित्सां चिकित्सकः यः चिकित्सां करोति सः चिकित्सकः कर्मकारः यः कर्म करोति सः कर्मकारकः अनन्तरं वस्त्रं प्रक्षालयति रजकः यः वस्त्रं प्रक्षालयति सः रजकः लोहं करोति लोहकारः यः लोहं करोति सः लोहकारकः लोहकारः युद्धं योद्धा सः युद्धं करोति यः युद्धं करोति सः योद्धा यः अद्य आगतवान् सः मम पिता यः सम्यक् लिखति सः गोविन्दः यः श्वः नागच्छति सः कृष्णः यः सः वदन्तु वाक्यानि यः सः कर्मकरः इति अपि अस्ति कर्मकरः इति शब्दः अस्ति कर्मकरः यः कार्यं करोति कर्मकरः अनन्तरं कर्मकारः तत्र कर्मकारः इत्युक्ते यः वेतनं विना कार्यं करोति विना वेतनं कार्यं करोति यः सः कर्मकारः कर्मकरः यः कार्यं करोति सामान्यकार्यं करोति कर्मकरः चौर्यं चोरः रक्षणं रक्षकः यः रक्षणं करोति सः रक्षकः वाहनं चालयति चालकः यः वाहनं चालयति सः चालकः सः चालकः क्रीडति क्रीडालुः यः क्रीडति सः क्रीडालुः लेपनं करोति लेपकारः यः लेपनं करोति सः लेपकारः अनन्तरम् उदाहरणं यः सः यः विद्याभ्यासं करोति सः विद्यार्थी अस्तु अनन्तरं यः आगच्छति सः मम भ्रातः. भ्राता. भ्राता. पिता माता भ्राता. नो चेत् सहोदरः. सहोदरः. यः आगच्छति सः मम सहोदरः. अनन्तरं यः सङ्गीतं वादयति सः सङ्गीतकारः. समीचीनम्. अनन्तरं यः विद्यादानं करोति सः उपाध्यायः. अस्तु, समीचीनं समीचीनम्. अनन्तरम् इदानीं या गायति सा गायिका. या शिक्षयति सा शिक्षिका. वाहनं चालयति चालिका. या वाहनं चालयति सा चालिका. अभिनयं करोति अभिनेत्री. या अभिनयं करोति सा अभिनेत्री. वाद्यं वादयति वादिका. या वाद्यं वादयति सा वादिका. लिखति लेखिका. या लिखति सा लेखिका. पाकं करोति मम माता. या पाकं करोति सा मम माता. कार्यं कदापि न करोति अलसा. या कार्यं न करोति सा अलसा. अलसः. यः कार्यं न करोति सः अलसः. अलसः. यः कार्यं न करोति कार्यं न कर्तुम् इच्छति अलसः. स्त्रियाम् अलसा. तत्र उपविष्टा अस्ति मम भगिनी. या तत्र उपविष्टा अस्ति सा मम भगिनी. समीचीनम् अस्ति. अस्तु, वदतु इतोपि. या सा. या गायति सा गायिका. अनन्तरं या क्रीडति सा सा क्रीडाकारिणी. अस्तु. अनन्तरं या पठति सा विद्यार्थिनी. अनन्तरं या नयति सा नर्तकी. नयति न, नृत्यं करोति. नृत्यं करोति. नृत्यति. नृत्यति सा नर्तकी. हा, अस्तु. यत् तत् अभ्यासः अस्ति. या सा. हा, अस्तु. अभिनवं प्रथमं करोतु. क्रीडालु. यः क्रीडति सः क्रीडालु. यः गायति सः गायकः. यः भाषणकारः. यः भाषणं करोति सः भाषणकारः. यः चालयति सः चालकः. यः लिखति सः लेखकः. अस्तु. वैद्या. या चिकित्सां करोति सा वैद्या. नर्तकी. या नृत्यति सा नर्तकी. अग्रे. अध्यापिका. या अभ्यासं अभ्यासदानम् अध्यापयति. या अध्यापयति सा अध्यापिका. कार्यकर्त्री. या कार्यं करोति सा कार्यकर्त्री. अस्तु. यत्तत् पुस्तकस्य पार्श्वे यत् अस्ति तत् फलम्. पुस्तकस्य समीपे यत् अस्ति तत् फलम्. अत्र पुस्तकमस्ति, अत्र फलमस्ति. पुस्तकस्य समीपे यत् अस्ति तत् फलम्. उत्पीठिकायाः उपरि यत् अस्ति तत् पुस्तकम्. उत्पीठिकायाः उपरि यत् अस्ति तत् पुस्तकम्. अहं यत् वदामि तत् शृणोतु. अहं यत् वदामि यद् यत् तत् तत् शृणोतु. अहं यत् वदामि तत् सत्यमेव. अस्तु. अहं यत् पठामि तद् न स्मरामि. अहं यत् वदामि तत् करोमि. अहं यत् विशालं नगरं यद् विशालं नगरमस्ति तत् देहली नगरम्. यत् आकाशे अस्ति तत् विमानम्. यत् तत् वदन्तु. आकाशे अस्ति तत् विमानम् अस्ति तत् नक्षत्रम्. विश्वविद्यालयम् अस्ति तत् विद्यार्थी सन्ति. न तत्र तथा न भवति. यत्र लिङ्गमस्ति तत् ये विद्यालये पठन्ति ते विद्यार्थिनः सन्ति अथवा छात्राः सन्ति. तत्र यत् तत् नाम नपुंसकलिङ्गे अस्ति खलु. यः सः पुंलिङ्गं या सा स्त्रीलिङ्गं यत् तत् नपुंसकः. आम् तथा अस्ति. यः सः या सा यत् तत् यत् तत् आकाशं यत्र लिङ्गं नास्ति तत्र नपुंसि वदामः. यथा अहं यत् वदामि तत् शृणोतु. तत्र लिङ्गं नास्ति किन्तु नपुंसि वदामः. यत् विश्वविद्यालयम् अस्ति तत् प्रकोष्ठे सन्ति. किं यत् विश्वविद्यालये अस्ति तत् प्रकोष्ठे सन्ति. कक्षा यद् विद्यालये अस्ति तत् समीचीनं. तत् समीचीनं तत् प्रकोष्ठे सन्ति. न तथा न भवति. तत् तत् प्रकोष्ठे अस्ति. नाम यत् यद् विश्वविद्यालये प्राप्यते तत् प्रकोष्ठे एव प्राप्यते. मीन्स् भवान् किं वक्तुम् इच्छति. यत् यत् ग्रहणं भवति यस्य ग्रहणं यत् वयं गृहीतुं शक्नुमः विश्वविद्यालये तत् कक्षायामेव गृहीतुं शक्नुमः. बहिः गत्वा वयं क्रीडामः चेत् तत्र विशेषलाभः न भवति. तत्तु भिन्नमस्ति. किन्तु भवान् किं वक्तुम् इच्छति. यत् विश्वविद्यालये अस्ति तत् तत् किं किं किं वक्तुम् इच्छति भवान्. कक्षा सन्ति. किन्तु तत्र कक्षा इति स्त्रीलिङ्गशब्दः. सा कक्षा. यत् यत् यत् और् सा तद् या सा इति वदतु. अग्रे. मम पुत्री यत् विश्वविद्यालये पाठनं करोति पठति तत् विश्वविद्यालये University of Maryland. मम पुत्री यत् विश्वविद्यालये पठति. न तद् तथा न भवति. यतोहि अत्र विभक्तिः अस्ति विश्वविद्यालये. अतः यत् इति अस्य सप्तमी भवेत् तत्र. मम पुत्री यस्मिन् विश्वविद्यालये पठति सः विश्वविद्यालयः यूनिवर्सिटि आफ् मेरिलेण्ड्. यस्मिन् विश्वविद्यालये तत्र सप्तमी तत् इति अस्ति सप्तमी अतः हा इदानीम् अस्ति किन्तु सप्तमी विभक्ति अस्ति सप्तमी विभक्ति तत्र प्रथमा विभक्ति इति वदामः इदानीं यत् तत् यत् रेल्यानम् अत्र अस्ति तत् वाशिङ्ग्टन् नगरे नास्ति समीचीनम् यत् रेल्यानम् अत्र अस्ति तत् वाशिङ्ग्टन् नगरे नास्ति वाशिङ्ग्टन् नगरे नास्ति समीचीनम् अथवा तत् वाशिङ्ग्टन् नगरं न गच्छति वदतु वाक्यं मम समीपे यत् पुस्तकम् अस्ति मम पत्याः नास्ति तत् नास्ति मम समीपे यत् पुस्तकम् अस्ति तत् तस्य समीपे नास्ति यत्र यत् यत् वाट् यु काल् वुड् यत् काष्ठः अस्ति तत् आसन्दे यः अत्र आसन्दः नपुंसकलिङ्गशब्दः खलु यः काष्ठेन निर्मितः सः आसन्दः सः आसन्दः यत् तत् तत्र एकं नाम जेनेरिक् रूपेण वयं सर्वदा वक्तुं शक्नुमः यत् पुस्तकं तत्र अस्ति तत् समीचीनं यत् नाम जेनेरिक् इत्युक्ते सः यदुक्तवान् तत् समीचीनमासीत् यत् उक्तवान् सः यत् कृतवान् सत् तत् सम्यक् आसीत् यत् तत् तत्र यत्र रेफरेन्स् नास्ति तत्र नपुंसकलिङ्गे वयं वदामः यत् तत् सः यत् उक्तवान् तत् समीचीनमासीत् तथा भवति यत् तत् एतानि वाक्यानि पठतु राजशेखरमहोदय अग्रे यत् तत् मम समीपे यत् पुस्तकम् अस्ति तत् अन्यत्र नास्ति द्वितीयवाक्यं विदेशे यत् तन्त्रज्ञानम् अस्ति तत् भारते नास्ति आध्यात्मिकविषये आध्यात्मविषये भारतीयानां यत् चिन्तनम् अस्ति तत् अपूर्वम् यत् वायुयानं मोस्ट् आफ् दि आधिक्येन आधिक्येन यत् वायुयानम् आधिक्येन सन्ति तत् अमेरिकानगरे अस्ति हा किन्तु अत्र बहुवचने भवान् भवति खलु बहुवचने तत्र यानि यानि वायुयानानि सन्ति तानि आधिक्येन अमेरिकादेशे सन्ति यानि तानि बहुवचने अत्र सप्तमी विभक्तिः आसीत् हा यस्मिन् विश्वविद्यालये अत्र बहुवचन आसीत् यानि विमानि तर्हि यत् तत् भवति नपुंसकलिङ्गे एकवचने प्रथमाविभक्तौ प्रथमाविभक्तौ एकवचने नपुंसकलिङ्गे यत् तत् भवति कथां पठामः अष्टमा कथा खलु लक्ष्मीभगिनी आरम्भं करोतु कर्कटस्य उपायः कर्कटकस्य कर्कटकः कर्कटकः नाम वदतु crab. Tatra vayam katam vaktim sangma. Crab. Karkataka. Astu. Agri. Karkatakasya upayaha. Kasmins chitvane ekaha vrikshaha asit. Kasmins chitvane ekaha vatavrikshaha asit. Tasmin vrikshe bahavaha bakaha. Tasmin vrikshe bahavaha bakaha vasam kurvanti sma. Vrikshasya kotare ekaha krishna sarpaha api vasam karoti sma. So agree? Ekada krishna sarpaha ekasya vakasya ekasya bakasya shavakan khaditavan. Lakshmi bhagini, prathama na arambe kim kim kaha visaya asti? Ekam vanamasti tatvane ekha vatavrikshaha asit asti tat vatavrikshe atra kim lagitamasti tasmin yato hi saptami asti tasmin vrikshe bahavah bakaha vasam kurvanti bakaha vasam kurvanti. Vrikshasya samipe ek kotare asti tat kotare ekah krishna sarpam api vasam karoti. Kintu tasya samipe na tasya antah vrikshasya ante antah ekah kotare vrikshasya antah kotare antah. Asu agre. Ekada krishna sarpah ekasya ekada jute ekavaram ekavaram ekas ekada krishna sarpah ekasya bakasya shavakan khaditavan. Shavakan vayam janimah khalu shavakan ye utpannaha yesham janma idanim nutanataya Shavakaha. Shavakaha. Atra ka vibhakti asti shavakan? Dvitiya. Vachanam? Bahuvachanam. Okay. Tada saha bakaha atyantam dukkhitaha abhavat. Saha ekasya sarovarasya tiram agatya netra bhyam asnuni munchan stitavan. Tada ekah karkatakah tam prushtavan mama kimartham bhavan rodanam karoti iti. Ekada krishna sarpam ekavaram ekada krishna sarpam krishna sarpah chintitavan iti bakasya nutana अहं खादामि इति कृष्णसर्पं चिन्तयति इत्युक्ते सः बकः सब चिंतितवान ति सर्वम चिंतितवान बकः चिंतितवान या बकः चिंतितवान कस्य एकस्य आगत्या एंड आगत्या नेत्राभ्याम नेत्राभ्याम इति से का विभक्ति है काविभक्ति नेत्राभ्याम सप्तमी अर्थः कः नेत्राभ्याम अश्रूणि मुञ्चन् तर्हि किं नेत्राभ्यां का विभक्तिः अस्ति वयं रूपम् अज्ञात्वा एव वयं अनुमानं कर्तुं शक्नुमः का विभक्तिः स्यात् सप्तमी अत्र चिन्तयतु यत् अश्रूणि सन्ति खलु नेत्र द्वयनेत्रैः स्तः ततः अश्रूणि आगच्छन्ति तर्हि नेत्राभ्यां मुञ्चन् स्थितवान् तर्हि का विभक्तिः अत्र अत्र अश्रूणि सप्तमी नाम तस्य अन्तः सन्ति इति वा पञ्चमी स्यात् पञ्चमी नाम अपादानं नाम ततः नाम यत्र विभागः अस्ति हस्ततः पुस्तकं पतति तत्पञ्चमी अस्ति अत्रापि तथा अस्ति अश्रूणि तत्र विभागः अस्ति उपादानं यत्र पञ्चमी अस्ति तर्हि अश्रूणि मुञ्चन् स्थितवान् तदा किम् अभवत् तदा एक एक कर्कटकः पृच्छति मम किं मम किमर्थं किमर्थं रोदितवान् रोदनं करोति किमर्थं रोदनं करोति इति अस्तु अग्रे विश्वनाथ महोदय तदा बकः उक्तवान् कृष्णसर्पः मम शावकान् खादितवान् अतः अहं दुःखितः अस्मि तस्य दुष्टसर्पस्य मारणार्थं भवान् एकम् उपायं वदतु इति किम् अभवत् तदा बकः कर्कटस्य उक्तवान् बकः कृष्णसर्पं मारितवान् बकस्य उपायं उपायं वदतु कस्य उपायं कृष्णसर्पं मारणार्थम् उपायं वदतु अस्तु तदा कर्कटकः चिन्तितवान् वस्तुतः एषः बकः अस्माकं जातिवैरी अतः अहं कृष्णसर्पं मारयितुं तादृशम् उपायं वदामि येन बकस्य अपि मरणं भवेत् इति कर्कटकः मस्तिष्के चिन्तितवान् यत् बकः कर्कटस्य जातिवैरी अस्ति अतः कर्कटकः चिन्तितवान् यत् अहम् एकम् उपायं वदामि येन कृष्णसर्पः बकः च समाप्तं भविष्यति. विचारः सः समीचीनमस्ति. अनन्तरं सः उक्तवान् मम भवान् एकस्य नकुलस्य विलाद्वारतः नाम यत्र पशुः वासं करोति खलु, नाम तत्र पर्वते तत्र बिलम् तत्र गच्छति अन्तः. गुहा इति केव् अत्र बिलं भिन्नम् अस्ति खलु, बिलं लघु अस्ति, लघुपशुः तत्र निर्माणं बिलस्य निर्माणं कृत्वा तत्र वासं करोति. अवगच्छति वा? बिलद्वारतः कृष्णसर्पस्य कोटरपर्यन्तम् अपि मत्स्यखण्डान् प्रक्षिपतु नकुलः. तेन एव मार्गेण आगत्य कृष्णसर्पं मारयति इति. अर्थं अनन्तरं सः बकः सः कर्कोटकः उक्तवती इति नकुलस्य बिलद्वारतः तत् कोटरद्वारे मत्स्यखण्डान् स्थापयतु तत् कृष्णफलक तत् कृष्णसर्पं खादेन. नकुलः नकुलम् इति जानाति वा? नकुलः कः इति जानाति वा? नकुलः एकः पशुः जानाति वा? नकुलः हा हिन्दीभाषायां भवति, तत्र अस्माकं सहायं न भवति. एकः पशुः अस्ति यः सर्वं खादति, तत् जातिवैरी अस्ति, खादति सः खलु, लघु पशुः किन्तु सर्पं खादति खलु, सर्पं खादति. सर्पः दीर्घः भवितुमर्हति, नकुलः लघु भवितुमर्हति, किन्तु नकुलः सर्पं खादति, मारयित्वा खादति. जानाति वा? यः नाम प्रसिद्धपशुः अस्ति भारते, यः सर्पं खादति. नकुलस्य बिलद्वारतः कृष्णसर्पं कोटरपर्यन्तम् ओके. मम भवान् एकस्य नकुलस्य बिलद्वारतः कृष्णसर्पस्य कोटरपर्यन्तम् अपि मत्स्य अपि मत्स्यखण्डान् प्रक्षिपतु. अवगतं योजना. लक्ष्मी भगिनी अग्रे. बकः तथैव कृतवान्. नकुलः मत्स्यखण्डान् खादन् अग्रे अग्रे आगत्य कृष्णसर्पस्य कोटरं दृष्टवान्, कृष्णसर्पं मारितवान्. अनन्तरं शनैः शनैः तस्मिन् वृक्षे स्थितान् सर्वान् बकान् अपि मारितवान्। किमभवत्? बकः सुखेन जीवितवन्तः सर्वे? न, सर्वे कर्कटकः उपायम् उक्तवान्, तत् उपायं श्रुत्वा बकः तथैव करोति। कर्कटकः तथा उक्तवान् किमर्थम्? कर्कटकः किमर्थं तथा उक्तवान्? भवान् वदतु, तत् भवतः भागः आसीत्। कर्कटः किमर्थं तथा उक्तवान्? बकं कृष्णसर्पं च मारितुम् एकं एकम् उपायम् उक्तवान्। किमर्थं? तत्तु अस्ति एव, किमर्थं तथा कृतवान्? तथा किमर्थं कृतवान्? नाम बकस्य इच्छा आसीत् वा यत् सर्वे बकाः मारिताः स्युः? बकः कर्कटस्य जातिवैरी अस्ति। सर्पः अपि? सर्पः अपि। अतः बकस्य इच्छा भिन्ना आसीत् खलु, कर्कटस्य इच्छा भिन्ना। गुप्तरूपेण कर्कटकस्य योजना भिन्नरीत्या आसीत्। सः नाम बकस्य इच्छा का? बकस्य सस्य शावकान् रक्षणं करणं। हा, किन्तु शावकान् मारितवान् एव, मारितवान्। तर्हि बकस्य इच्छा का? कृष्णसर्पान् मारयितुम् उपायं पृच्छति। मारणार्थम् उपायं पृच्छति। सत्यं। कर्कटकः उपायं ददाति, उपायं ददाति, परन्तु एतत् उपायं नास्ति। बकः कर्कटकस्य जातिवैरी अस्ति, यतः अतः बकस्य मारणार्थम् अपि उपायं करोति। सत्यम्। अवगच्छति वा इति कथा? पुनः पठामः एकवारम्। शीघ्रं। कर्कटस्य उपायः। कस्मिंश्चित् वने एकः वटवृक्षः आसीत्। तस्मिन् वृक्षे बहवः बकाः वासं कुर्वन्ति स्म। वृक्षस्य कोटरे एकः कृष्णसर्पः अपि वासं करोति स्म। एकदा कृष्णसर्पः एकस्य बकस्य शावकान् खादितवान्। तदा सः बकः अत्यन्तं दुःखितः अभवत्। सः एकस्य सरोवरस्य तीरम् आगत्य नेत्राभ्याम् अश्रूणि मुञ्चन् स्थितवान्। तदा एकः कर्कटकः तं पृष्टवान्, माम् किमर्थं भवान् रोदनं करोति? माम् किमर्थं भवान् रोदनं करोति इति। तदा उक्तवान्, कृष्णसर्पः मम शावकान् खादितवान्, अतः अहं दुःखितः अस्ति, दुःखितः अस्मि। तस्य दुष्टसर्पस्य मारणार्थं भवान् एकम् उपायं वदतु इति। तदा कर्कटकः चिन्तितवान्, वस्तुतः एषः बकः अस्माकं जातिवैरी, अतः अहं कृष्णसर्पं मारयितुं तादृशम् उपायं वदामि येन बकस्यापि मरणं भवेत् इति। मरणम्? बकस्यापि मरणं भवेत्। मरणं भवितुमर्हति स्म। येन बकस्यापि मरणं भवेत्। अग्रे। अनन्तरं सः उक्तवान्, माम भवान् एतस्य नकुलस्य बिलद्वारतः कृष्णसर्पस्य कोटरपर्यन्तम् अपि मत्स्यखण्डान् प्रक्षिपतु. नकुलः तेन एव मार्गेण आगत्य कृष्णसर्पं मारयति इति. बकः तथैव कृतवान्. नकुलः मत्स्यखण्डान् खादन् अग्रे आगच्य कृष्णसर्पस्य कोठरं दृष्टवान्. कृष्णसर्पं मारितवान्. अनन्तरं शनैः तस्मिन् वृक्षे स्थितान् सर्वान् बकान् अपि मारितवान् इति कथा. सर्वान् स्थितान् सर्वान् बकान् तत्र का विभक्तिः अस्ति? वचनं बहुवचनम् इति अस्ति. सर्वे अवगच्छन्ति? विभक्ति तत्र अग्रिमपुस्तकं तदर्थमस्ति. अस्माकं बहुवचनज्ञानं नास्ति इदानीम्. अहं न पाठितवान्. एवमेव वयम् अनुमानं वयं कुर्मः. वयं विभक्ति केवलं एकवचने वयं जानीमः. तस्य अपि अग्रिमपुस्तके प्रचुररूपेण अभ्यासः भविष्यति. अस्तु तर्हि. नमस्कारः. नमस्कारः.